श्रीलक्ष्मीसहस्रे सङ्कीर्णः सबकः त्रयोविंशः समस्तगुणविस्तार समावेशनिवेशनम् वन्दे रविन्दनिलयम् वरदम् परदैवतम् समस्तगुणविस्तारसमावेशनिवेशनम् वन्दे रविन्दनिलयम् वरदम् परदैवतम् औदार्यसेवैः अनिन्दितकान्तिसिन्धुः ओजः प्रसादनिधिः उज्ज्वलसौकुमार्या वैदर्भरीतिरिव वारिधिराजकन्ये श्लाघापदम् भवति सारवीकवीनाम् आरम्भमेत्य महनीयम् अमोघयत्ना प्राप्त्याशया श्रितपदा परमेक्षितस्य नित्यम् फलम् कल्पते निजता इभाजा नाथेन नाटक परिपाटिकेव व्याप्या प्रसिद्धा शिखपक्षपाता बाधानभिज्ञा प्रतिपक्षशून्या समीहितम् साभयसि ध्रुवम् नः सद्धेतुवत् दुग्धपयोभिकन्ये प्रकृतिरुचिरमूर्तिः प्रत्ययानाम् विधात्री समधिकगुणवृद्धिः साधुताम् आदधाना सृजति पद्याद्यैः ईप्सिताम् द्राजनन्तः स्थिरमिति विधेय शब्दमित्येव पद्मे अधिकरणविचार आरम्भसीदद्विपक्षम् किं विशदयन्त्य कृत्स्नवेदार्थत्वम् गलति गहनकर्म आलम्बनम् मोहजालम् कमलमुखि भवत्य कर्म मीमांसयेव चतुरस्ति लक्षणाभिरामा परदेवस्य गुणान् प्रकाशयन्ती उपदर्शयसे अपवर्गमार्गम् मम शारीरक भारतीव मातः सुवर्णश्रीरम्यम् शुभकत्यम् श्रुतिकुलम् ధూపం ఛేదం భవతిమితం బ్రాహ్మణజనై తయోరిత్తం భేదః స్ఫురతి తటిని జానితనయే బుధేంద్రైరక్షేయం ప్రథమమిత ధ్యేయమితి చ వ్యాకోచ వారిజధరాం ద్విజరాజసేవ్యాం అవ్యాహతాం అమృతశైవలినీం ఇవ త్వాం నిక్షీమ సంస్కృతి నిదాఘ నిదాహ సప్తాః కేచిత్ సుధాభిప్రాయే కృతినో భజంతే వాత్సల్యం తవ రాఘవ ప్రణయిని యాత కాకాసురః శక్తిం దుర్ఘట సాధనీం హనుమత శీత సవాళానల ఔదార్యం స్వదతాంగ లబ్ధ విభవోల్ లాసా మహేంద్రాదయ కారుణ్యం కృపణా వయం తు విగుణా నిర్హేతుకం రక్షితా దోషౌఘ శరణం జజామ గుణతాం ఆది సురంగానితే కౌటిల్యం కిమపి ధ్రువౌ కఠినతా కళ్యాణి వక్షోరుహౌ దారిద్ర్యం బత మధ్యభాగమసరం రాగ తమకుంతలాని చాంచల్యం దృశమంబ మందగతిత పాదౌ ముఖం ముగ్ధత కృతస్త్వయా దేవి కృపాకటాక్ష లేశైరహం శ్లోకృద్భోపి పరం త్వహం శ్లోకృదిత్యభీక్ష్ణం కదానుగాయేయమితి తీక్షే ఆజస్పతిమే కిమదృశ్య విద్యాం కిమదృశ్య విద్యాం పద్భ్యాసి అభ్యసితే తథాత్ सविश्वतश्चक्षु अधोक्षजोऽपि न पश्यति व्यक्ततमां यथैनाम् रक्षेति माथसिधे कवगाढमुक्तिः यद्युद्यता मम भवेति तत एव मुक्तिः हितमनोरथ पूरणेऽस्मिन् कृष्णप्रिये ननु तथापि कियान् विचारः यद्युन्निनीषसि यदुद्वह वल्लभे माम् कर्माणि कारय तदा कलुषोज्झितानि मह्यघृण्यमेषि यदि वा न ततोऽपि दूये नैराश्यमेव हि सुखम् निगदन्ति सन्तः नैवापवर्गम् अतिदुर्गमम् अर्थये त्वाम् न स्वर्गमम्ब न ततोऽपि अपरम् च सौख्यम् अभ्यर्थये हरिसखी त्वयि भक्तिमात्रम् अत्रापि चिन्तयसि चेति अथ किम् करोमि मा कोपम् कुरु मातरेकमधुना जल्पामि दृष्टोऽवतः शक्तिः कर्तुम् अकर्तुम् अन्यथयितुम् जागर्ति येयम् त्वयि पल्लेषो मम चेति असेत्स्यदमृतम् सर्वामनेष्यम् क्षणाति विद्मो नैव उपेक्षते घनकृता कस्मात् त्वमस्मानिति सौन्दर्यस्य निधिर् मुदा मुदयभूः सम्पत्तिमञ्जूषिका कान्तीनां निलयः कलाजलनिधिः क्षान्तेर्निशान्तस्थली दाक्षिण्यस्य शरण्य सद्मकमले दातृत्व विश्रान्तिभूः ஆஸ்தானிய சதாம் பிரபாசி சத்ரிஷாம் ஆத்யஸ்ய புஞ்சோதனம் மோகோன்மூலனமூலிகாஜுஷா மோட்சாணிகேத்தி விதானசித்தூபிகா வித்யாவிப்ரமசாலிகாசிகமலே விஷ்ணோருரோமாலிகா மஹாதத்வம் மம பாரிஜ மோதாம்புதேர்நீதிகாசபுண்ணியாநாம் அபி சவிகசாம்போருபருச்ச விவர்த்தோ ஹர்ஷாணாம் விபதிரமிருதாணாம் பரிணதிஹ விகாரகாருண்ய அமிர்தஜலதிவீதி பரிஷதாம் விகல்பகல்பத்ரோ ஜனநிதவ வீக்ஷா விஜயதே பிரஜ்ஞானதானாம் கிமுபக்னயஷ்டிஹி பணாயதாம் காமஜவி கவீனாம் பிரபஞ்சமாதஸ் த்வமகிஞ்சனானாம் பிராணப்ரதிஷ்டாத் பரமாதிகாஷ்டாத் அஸ்மாதிருஷாம் அப்யுதயம் குரோவா நாதஸ்ய பத்மே நயனோத்சவோவா திவ்யௌஷதம் வா துரிதாமயானாம் பாரம்பரம் வா பவதி பவாப்தே பாதங்கரக்ஷாம் த்ரிதசாங்கனானாம் தரங்கினி ஜானி தபஃபலம் தாரிய வித்ராவண மூல வித்யாம் ஜகுர் ஜகன்நாயக நாயிகாம் த்வாம் பரிஷ்கிருதிம் பங்கஜ காமனானாம் பராயணம் நஷ் शरणागतानां संतशकुंत ध्वजसुंदरित्वां सर्वस्वमाहु सकलागमानां परिकर्म विनिर्मलं मुरारेः प्रतियत्नं प्रतिबुद्ध क्षेमुषीणां भवतीं भवती क्षणयातनानां अभिताराहुतिं आहुरब्धिकन्ये मुनिमानस राजहंसिका वा मुरभिकल्पक मञ्जरीश्वरीवा श्रुतिपञ्जर दिव्यसारिका वा जननि त्वं गुणरत्नपेटिका प्रतिसृष्टिबीजं सदिल्लतानां परिणामो नो शिरीषमञ्जरीणाम् प्रतिभाति हृदि त्वदीयमूर्तिः परिवृत्तिर्हरिपत्नि काञ्चनानाम् प्रस्तावना भुवनपाल नाटकस्य प्राच्यादिशो धवलिमापि च कालरात्रेः दुर्गर्वसर्वरजनीचर धूमकेतुः दोषद्रुमस्य तरसु तव देवि रूपम् आलानयस्तिरसि योगिमनोगजानाम् आशापिशाच तरिवोचन मन्त्रविद्या कार्तान्तलोकगमन प्रतिरोधमुद्रा कारुण्य पुण्यकटिनी कमलालये त्वम् शरन्तमोघनानाम् शाश्वतसुखसम्पदाम् सुतोद्घातम् शरणं व्रजामि कमले शौरिवशीकार मूलिकां भवती शरदं तमोघनानां शाश्वतसुख सम्पदामुपोत्खातम्। శరణం వ్రజామి కమలే శౌరి వశీకార మూలికాం భవతి ఇతి శ్రీ ఆత్రేయ వెంకటాధరి విరచితే లక్ష్మీ సహస్రే సంకీర్ణ స్తవక త్రయోవింశ సంపూర్ణః